इदानीम् अदादिगणस्य विषय प्रवर्तते. तत्र किमासीत् रुदादिगणः इति किमपि आसीत् अस्ति. तत्र रुदादिभ्यः पञ्चभ्यः इति पञ्चधातवः सन्ति. तत्र किं भवति, नूतनं कार्यं भवति, इडागमः भवति, अपि च अपृक्तप्रत्ययः अस्ति चेत् ईडागमः अपि भवति इति अस्ति. तत्र अस्माभिः तत्र एकः प्रश्नः आसीत् दत्तरविवासरे, रुद्योगः हि किं भवति. तर्हि अहं चिन्तयामि तत्र रुधिः एव भवति इति अहं मन्ये, यथा रघुपतिमहोदयेन उक्तं. परन्तु परत्वात् रुधिः भवति इति अहं न चिन्तयामि. अहं चिन्तयामि नित्यत्वात् भवति. किमर्थं, तत्र अपवादः तु नास्ति, अन्तरङ्गः अपि नास्ति. नित्यत्वं किमर्थं, रुद्योगः हि अस्ति खलु. अत्र प्रथमं यदि रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भवति, भवितुं शक्नोति खलु, यतोहि हकारः बलादि अस्ति. तर्हि रुद्योगः इहि भवति अस्ति. परन्तु तदनन्तरं हि स्थाने धी न भवितुं शक्नोति, यतोहि इदानीं प्रत्ययः इहि अस्ति. तदनन्तरं प्रथमं यदि कूचल्भ्यो हेद्भिः कार्यं करोति, रुद्योगः धी, तत्र अपि पुनः इडागमः भवितुं शक्नोति खलु, यतोहि धकारः अपि बलादि अस्ति. नाम इडागमः प्रथममपि भवितुं शक्नोति, अनन्तरमपि भवितुं शक्नोति. परन्तु कूजल्भ्यो हेर्धि इति तु यदि प्रथमम् इडागमः भवति तदनन्तरं न भवितुं शक्नोति, यतोहि इदानीं प्रत्ययः हि नास्ति अपि च इहि अस्ति. अतः नित्यत्वात् इडागमः प्रथमं भवति रुधादिभ्यः सार्वधातुके इति सूत्रेण. अतः रुद्योगः हि, तत्र रुद्योगः इ योगः हि भवति रुधिः इति. नाम परत्वात् न भवति, परन्तु नित्यत्वात् भवति इति अस्ति. सर्वे आगच्छन्ति खलु? आं महोदय, नित्यत्वं इति निर्दिष्टे पूर्वस्य इति अस्ति खलु, साक्षात् भवेत्. हा, कृताकृत् प्रसङ्गी नित्यत्वम् अस्तु. तर्हि इदमस्ति रुद्धातु समाप्त. अस्तु, तदनन्तरं नूतनधातुः अस्ति स्वप्. स्वप् धातुः अस्ति, तत्रापि रुदादिगणे भवति, अतः तत्र अपि समानकार्यं भवति. अस्तु, मीना महोदय पठतु. पकारान्तः पका श्रूयते वा? पकारान्तः ङीष्वप् स्वप् परस्मैपदि शये अङ्गकार्यम् उपदायां ह्रस्व अकारः लघु इक् इति न उपदायां स्वप् अकारः अकारः अतः गुणकार्यं नास्ति. वलादिप्रत्यये परे इडागमो भवति, अपि च लङ्लकारे अपृक्तसंज्ञकप्रत्ययेषु ईडागमः अडागमश्च भवतः. सन्धिकार्यं वलादिप्रत्ययेषु ईडागमो भवति, अतः हल् सन्धेः अवसरो न कुत्रापि भवति. बलादिप्रत्ययेषु इडागमो भवति, अतः हल् सन्देह अवसरः न कुत्रापि भवति, इडागमः भवति इति अस्मात्. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. उपरि दत्तानाम् अङ्गकार्यं हलादिपित्सु उपदायां लघु इकः गुणः, अत्र गुणः न भवति, अकारः एव अस्ति. अजादिपित्सु उपदायां धातु इकः गुणः, तत्रापि नास्ति. हलादिपित्सु इति ओके. इदानीं रूपाणि लटि वक्तव्यं वा? स्वप् इति स्वप् ति एव किल स्वप्योगः ति तत्र इडागम लघुबुधः नास्ति गुणकार्यं नास्ति वलादि वलादिप्रत्यये परे इडागमो भवति स्वपिति केन सूत्रेण इडागमो भवति स्वेन सूत्रेण इडागमो भवति इडागमो प्रथमम् इडागम रुदादिभ्यश्च सार्वधातुके अत्र स्वप् इति रुदादिभ्यो एकधातुः रुद् अन् स्वप् श्वस् जक्षेति तस्मात् रुदादिभ्यः सार्वधातुके रुदादिभ्यः अङ्गेभ्यः इड् मलादौ सार्वधातुके अत्र वल् अस्ति तस्मात् स्वपिति बलादौ सार्वधातुके स्वपिति स्वपितः स्वपन्ति वा स्वपीति भवति खलु स्वपीति द्विवचनं किं स्वपीति स्वपितः स्वपितः स्वपन्ति अत्र स्वयोगः तः अस्ति तत्र सम्प्रसारणं न भवति वा स्वप्रत्यय भवति खलु तत्र स्वप् स्वपि भवति अत्र न मम प्रश्नः अन्य अस्ति स्वप् योगः तः अत्र तः प्रत्ययः णित्वत् भवति खलु कः प्रत्ययः णित्वत् भवति तर्हि तत्र स्वप् मध्ये सम्प्रसारणं न भवति वा वकारस्थाने उकारः यथा सुप्तः भवति खलु किति एव भवति किति एव भवति केन स्वपि स्वपि अजादीनां किति किति किति स्वपि अजादीनां किति प्रत्यय अस्ति चेदेव सम्प्रसारणं भवति नित् प्रत्यय चेत् सम्प्रसारणं न अत्र मया विस्मृतं वचि स्वपि अजादीनां किति सः प्रत्ययः नित्वत् भवति कित्वत् नास्ति अतः अत्र सम्प्रसारणं नास्ति परन्तु क्तव प्रत्ययपरे क्तव तु प्रत्ययपरे कित् अस्ति प्रत्ययः सम्प्रसारणं भवति अतः सुप्तः सुप्तवान् इति ग्रहिज्या इत्यस्मिन् तत्र किति निति पदे अपि भवति आम् निति परे किति परे परन्तु अत्र एव केवलं किति परे एव स्वपितः स्वपितः तत्र सम्प्रसारणं न भवति इति एव वचि स्वपि जातीनां किति सम्प्रसारणम् अत्र कित् एव अत्र कित् नास्ति खलु नित् अस्ति सः प्रत्यय खलु कितवत् नास्ति सूत्रम् उक्तवती वचि स्वपि यजादीनां किति सम्प्रसारणम् अत्र ङित् अस्ति अत्र ङित् अस्ति भगिनि तीतः अन्ति तः ङित् अस्ति न कित् नास्ति ओके स्वपि स्वपिति स्वपितः स्वपन्ति तत्र किमपि नास्ति स्वपि तत्र स्वपि सि विकं स्वपि षि वा शक्तुं किम् आदेशप्रत्ययोः आदेशप्रत्ययोः अत्र स्वपि षि भवति वा आदेशप्रत्ययः खलु इन्कोः आदेशप्रत्ययः अस्ति वा इकारः इन्वोः अस्ति इन्कोः किम् आदेशप्रत्ययोः किं वदति इन् प्रत्याहारः भवेत् इण् प्रत्याहारः अथवा कु वर्ग कु इन् पूर्वम् इ इकारः भवेत् इण् ओ इकारः स्वप् इ अस्ति अत्र अस्ति तस्मात् एव वा आमाम् इण् इति इ अस्ति खलु इडागमः इ भवति ओके स्वपिषि स्वपितः स्वपित किमपि नास्ति स्वपिमि स्वपिवः स्वपिमः मलर् महोदय लोट् आं महोदय लोट् स्वयोगः तु अस्ति स्वपितु स्वपि रुदादिभ्य सारदातिके इत्यनेन इडागमः भवति अतः स्वपितु स्वपितु स्वपितात् स्वप्योगः तां स्वपितां स्वप्योगः अन्तु अस्ति अत्र अजादि अस्ति अतः स्वपन्तु स्वपन्तु स्वप्योगः हि अस्ति इडागमः एव भवति रुदादिभ्य सार्वधातुके इत्यनेन स्वपिः स्वपिः स्वपिः स्वपि स्वप्योगतं स्वपितं स्वप्योगत स्वपित स्वप्योगः आनि स्वपानि स्वपाव स्वपाम स्वपितु स्वपितात् स्वपितां स्वपन्तु स्वपिः स्वपितात् स्वपितं स्वपित स्वपानि स्वपाम अस्तु अग्रे अस्ति विजया महोदय लङ् आं जि नमस्कारः नमस्ते अत्र लङ् इत्तम् अन् इस्तं त अं वम श्रूयते वा जि अस्तु धन्यवादः अस्तु अत्र लङ्लकारे स्वप् इति धातुः अत्र लुङ् लङ् लृङ्क्षु अडुदातः इति सूत्रेण सर्वत्र अडागमः भवति इदानीम् इत् अस्ति तत्र स्वप् अस्ति तत्र हलादि अपित् अस्ति किमपि कार्यं नास्ति न तकारः एका चापृक्तसंज्ञा भवति खलु जि अत्र परन्तु तत्र अत्र अत्र मेलनमेव अस्व अस्वपत् इति एव भवति खलु सूत्रमस्ति खलु किं सूत्रमस्ति हलादि पित् सार्वधातुक अपृक् प्रत्ययः परे अस्ति चेत् हल्ग्यात् हल्ग्य अल्ग्यात् दीर्घात् सुति सपृक्तम् इति तस्मात् अपि पूर्वं रुदश्च पञ्चभ्यः रुदश्च पञ्चभ्यः खलु एतत् सूत्रम् अत्र अस्ति परन्तु तत्र अत्र कार्यं अस्तु विकल्प रूपद्वयम् अस्ति अत्र रुदादिभ्यो सार्वधातुक इति एतत् पञ्चभ्यः रुदादिभ्यः पञ्चभ्यः इति रुदश्च पञ्च सूत्रं किं वदति अत्र एकनिमिषं ईरागमं भवति. एतत् एतत् सूत्रं रुद् स्वप् स्वस् एतत् जक्षे एतत् पूर्वमस्ति. एतत् सूत्रेण सार्वधातुकं हित् अस्ति, तकारः हित्, अतः तत्र ईट् आगमः भवति. निमित्तं किम् अस्ति सूत्रस्य? निमित्तम् अत्र सार्वधातुकं निमित्तम् अत्र पित् अस्ति खलु, पित् अपृक्तं हल् अत्र, एतदेव निमित्तं खलु. पित् अपृक्त हल् सार्वधातुक पित् अस्ति, अनन्तरं हल् अपि अस्ति, अपृक्तमपि अस्ति. एतत् सूत्रं किं वदति चेत् ईट् आगमः भवति इति. ईट् आगमः भवति चेत् अत्र प्रथमं अस्वपी अस्वपीत् इति आगच्छति, ईत् इति, ईत् इति आगमः, अतः पीत् इति अस्वपीत् इति आगच्छति. अनन्तरं द्वितीयरूपं, द्वितीयरूपम् अत्र वर्णमेलनमेव अस्वपत् इति न वा. तत्र सूत्रमस्ति खलु, अत्र अड् अड् गार्ग्ये गाल् गालवयोः इति ऋषयः, ऋषिः द्वे सन्ति, द्वे स्तः. एतत् सूत्रेण अत्र अत् आगमः भवति, अतः तत्र वर्णमेलनमेव. अस्वप् अस्ति, अद इदानीम् अत् योजनेन अस्वपत् इति आगच्छति लङ्रूपे. वर्णमेलनं अत् अत् योजनेन एतत् अड् गार्ग्ये गालवयोः इति सूत्रेण अत् आगच्छति, अतः तत्र अस्वपत् इति अन्यरूपं स्वरूपं विकल्पेन. आम् अत्र तत्र रुदादिभ्यः पञ्चभ्यः एतत् ईट् आगमः भवति, अनन्तरं तां योजनेन अस्व तत्र ईट् नास्ति तत्र. इदानीं रुदादिभ्यो सार्वधातुके इति सूत्रेण रुदादिव्यसार्वधातुके इत्यनेन तत्र तत्र ताम् इति अस्ति, वलादिप्र वल् अस्ति, अतः तत्र सार्वधातुकस्य इडागमः भवति. समीचीनं वा जि? इडागमः भवति, अतः तत्र अस्व इडागम एव, अतः ईकारः एव अस्वपितां तां योजनेन अस्वपिताम् इति. अनन्तरम् अन्ययोजनेन तत्र अन्ययोजनेन तत्र अस् अडागमः स्वप् अस्वप् अनन्तरम् अन्ययोजनेन अस्वपन् इति भवति. तावदेव खलु जि? अस्तु. अनन्तरं तत्र विसर्गः किम् अस्ति? तत्र सकारः अस्ति, अनन्तरं तत्र अत्रापि रुदश्च पञ्चभ्यः इति सूत्रेण ईकारः भूत्वा अनन्तरं सकारः अस्ति, सकारस्य स्थाने सशृजु ससजुषोरुः इति सूत्रेण ऋत्वं भूत्वा अनन्तरं करावसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, अतः तत्र अस्वपीः इति भवति. अनन्तरं इदानीं सकारः इदानीं इदानीं तत्र अत्र किम् अस्ति जि? अत्र तत्र किं भवति इति गार्गगालवः अड् गार् तत्र परन्तु तत्र अड्गार्ग्य अड्गार्ग्यगाल् गालवयोः इति सूत्रेण इति सूत्रेण तत्र अपृक्त हल् अस्ति सार्वधातुक पित् अस्ति तत्रापि अट् आगमः भवति खलु जि अट् अट् आगमः भवति अनन्तरं तत्र सकारः अस्ति अस्ति इति भवति अनन्तरं तादृशमेव ससजुषोरुः इति सूत्रेण सकारस्य स्थाने ऋत्वं भूत्वा अनन्तरं उपदेश अजु अनुनासिक इति सूत्रेण तत्र अनुनासिकवर्णः लोपः भवति अनन्तरं करावसानयोः विसर्जनीयः इति सूत्रेण सकारस्य स्थाने विसर्गः भूत्वा अस्वपः इति भवति समीचीनं वजे अस्वपीः अस्वपः इति रूपद्वयमस्ति अनन्तरम् इदानीम् अपि सार्वधातुके न न रुदादिभ्यः सार्वधातुके इति सूत्रेण इकारः इट् आगच्छति वलादि प्रत्ययं परे अस्ति चेत् तम् इति अतः अस्वपितम् इति भवति अनन्तरं तकारः अस्वपित अनन्तरं तम् अम् योजनेन अम् इति आगच्छति खलु जि अम् तत्र अम् योजनेन अस्वपम् इति भवति अनन्तरं रुदादिभ्य सार्वधातुक इति सूत्रेण इडागम भूत्वा अस्वपिव अस्व अस्वपिम इति भवति तावदेव धन्यवादः अस्वपिताम् अस्वपम् अस्वपीः अथवा अस्वपः अस्वपितम् अस्वपित अस्वपम् अस्वपिव अस्वपिम अस्तु तदनन्तरं लिङ्गि तु केवलं वर्णमेलनं स्वप्यात् स्वप्यातां स्वप्युः स्वप्याः स्वप्यातं स्वप्यात स्वप्यां स्वप्याव स्वप्याम् अस्तु अग्रे तदनन्तरम् अस्ति धातुः अस्ति नूतनधातुः अस्ति श्वस् धातुः श्वस् तत् श्वस् मध्ये अपि किमपि कार्यं नास्ति ऐ मीन् किमपि नूतनं कार्यं नास्ति यतोहि रुदादिभ्यः एव भवति अतः स्वप् एव रूपाणि भवन्ति स्वप् एव रूपाणि भवन्ति एकगच्छति स्वप् एव रूपाणि भवन्ति तत्र अग्रे अस्ति खलु श्वस् अङ्गकार्यं किमपि नास्ति वलादिप्रत्ययपरे इडागमः अडागमः कुत्रापि भवति अतः श्वसीति श्वसितः श्वसन्ति इत्येव रूपाणि भवन्ति तर्हि गृहकार्यरूपेण स्वयमेव कुर्वन्तु अग्रे अस्तु तदनन्तरम् अदादिगणस्य जक्षाद्यन्तर्गणः इति अस्ति नाम अदादिगणे तत्र अन्तर्गणाः अपि सन्ति एक अन्तर्गणः अस्माभिः दृष्टः कः अस्ति रुदादिभ्यः रुद् आदि तत्र के धातवः सन्ति पञ्चधातवः सन्ति रुद् स्वप् श्वस् अन् जक्ष् अन् जक्ष् तदनन्तरम् एकम् अन्य एकः अन्यः अस्ति जक्षादि जक्षादि तत्र सप्तधातवः सन्ति सप्तधातवः सप्त सप्तधातवः सन्ति इति तत्र जक्ष् जक्ष् धातोः जक्ष् जक्ष् धातुतः सप्तधातवः सन्ति तत्र जक्ष जक्षादिगणः अस्ति जक्षादिगणः किमस्ति तत्र किं भवति नूतनं कार्यम् इति इदानीं वयम् अग्रे पठामः रघुपतिमहोदय पठतु आं महोदय श्रूयते खलु मम ध्वनिः इदानीं नूतन इयर्फोन् अस्ति एकनिमिषं श्वस् एकनिमिषम् पठति वा महोदय पठामि महोदय तत्र अहं कुत्र इदानीं किमपि अभवत् एकनिमिषं अनन्तरं पठामि महोदय अहं तत्र प्राप्तुं न शक्नोमि. किं पठतु खलु? एकनिमिषः, तत्र एकनिमिषः, मम सङ्गणके किञ्चित् क्लेशः भवति. एकनिमिषः, इदानीं करोमि पुनः. न उद्घाटनं न भवति महोदय, क्लेशः. एकनिमिषः, अत्र एकनिमिषं महोदय, अधादिकने. क्षम्यताम्, अजाकृ जाकृ. किम्? एकनिमिषं महोदय. न प्राप्नोति वा? न प्राप्नोमि महोदय, अहम् अनन्तरं पठामि. मदन महोदय पठतु. आं महोदय, अदादिगणस्य जक्षान्त्यगणः सप्तधातवः. जक्षिद्यादयः षट्. जक्षिद्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति. जक्ष जागृ दरिद्रा चकार सास् दीदिं वेविं च इति शब्देन जक्ष धातोः परामर्शः इति आदिः येषान्ते इत्यादयः बहुव्रीहिः. जक्ष प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदम् इदं सूत्रम्. उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं जक्षित्यादयः षट् अभ्यस्तम्. जक्षितादि इति अन्तर्गणः अस्ति, तस्य अभ्यस्तसंज्ञा भवति. षट् धातवः सन्ति परन्तु जक्षादिगणे नास्ति चेदपि सप्तधातूनाम् अभ्यस्तसंज्ञा. उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तं भवति. जक्षादयः षड् न न महोदय, क्षम्यताम्, अहं म्यूट् मध्ये म्यूट् न कृतं. उभये अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भाग्योः नाम अभ्यस्तं भवति. उभये अभ्यस्तम् इति सूत्रं वदति द्वे भागे मिलित्वा अभ्यस्तं द्वित्वं भवति अभ्यस्तसंज्ञा चेत् तो अभ्यस्तम् इति वदामः वा? द्वयबाहो पठतु किं लिखितम्? उभे अभ्यस्तम् इति सूत्रेण, उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तं भवति इति उक्तम्. अग्रे पठतु. जक्षितादेः षट् इत्यनेन जक्षित्यादीनां धातूनाम् उद्वित्वे सत्यपि अभ्यस्तसंज्ञा भवति. अदित्वे सत्यपि अदित्वे सत्यपि सूत्रमस्ति तेन किमस्ति द्वित्वं यदा भवति तदा अभ्यस्तसंज्ञा भवति. जक्षित्यादयः षट् मध्ये धातूनां द्वित्वं न भवति चेदपि अभ्यस्तसंज्ञा भवति वा? अभ्यस्तसंज्ञा भवति नाम द्वित्वं द्वित्वं भवति तत्र अभ्यस्ति, परन्तु अत्र द्वित्वं न भवति तथापि अभ्यस्तसंज्ञा अस्ति. अभ्यस्तसंज्ञा सः सूत्रकृतं चक्षित्यादयः षट् अभ्यस्तसंज्ञकः धातूनां कृते यत् यत् कार्यं भवति तदपि अत्र भवति परन्तु द्वित्वं न भवति. अवगच्छन्ति वा सर्वे? आं भगिनि. इदानीम् अभ्यस्तसंज्ञकधातूनां कृते कार्याणि कानि कानि भवन्ति कोऽपि स्मरति वा अङ्गकार्याणि? सम्प्रसारण श्लौ इति दातु श्लौ इति सूत्रे सम्प्रसारणं भवति वा? ्यस्तविधिभ्यश्च एकं सूत्रमस्ति. अन्यं किमस्ति? अदभ्यस्ताद्योन्तप्रभाद्य अदभ्यस्तात् भवति सम्यक्. एतदस्ति. अन्यं किम्? अन्यत् किं सम्प्रसारणमस्ति वा? जुसादेशः कुत्र भवति? जुसादेशः आमां सत्यम् तर्हि पठतु अग्रे सूत्राणि एकः पठतु. अदभ्यस्तात् अदभ्यस्तात् अतभ्यस्ता अतभ्यस्तात् अभ्यस्तसंज्ञकधातूत्रस्य प्रत्ययस्य आदिम अव्ययस्य जकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पञ्चमी अन्तं द्विपदम् इदं सूत्रं. जोन्तः इत्यस्य जह इत्यस्य अनुवृत्तिः आय आयने नेयि नी इयः फट कचगां प्रत्यादीनाम् इत्यस्मात् वचनपरिमाणां कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसत्सूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आयादेः जह अत् जः स्थाने अत् अत् आदेशो भवति इति वदति. अधस्तात् अङ्गस्य प्रत्ययस्य आदौ चकारस्य स्थाने अन्त भवति खलु? अभ्यस्तसंज्ञकः अस्ति चेत् अन्तः भवति परन्तु अत् भवति. अतः ज्योत्यादिगणे किमस्ति? ददन्ति नास्ति, ददति अस्ति. तर्हि अत्रापि चक्षित्यादेशट् मध्ये अभ्यस्ताङ्गम् अस्ति अतः तत्र अपि झोन्तः इत्यनेन अन्ति न भवति परन्तु अति भवति लट्लकारे. ते अभ्यस्तात् अङ्गात् प्रत्ययादेः जः अत् जः अत् अग्रे देयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत् संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक जीप्रत्ययस्य अवयवस्य आदेशः. अतः न विभक्तौ तुस्माः इत्यनेन हलन्त्यं बाध्यम्. अत्र अर्थस्य अर्थ आदेशः भवति. तकारस्य हलन्त्यं न इत्संज्ञकया न भवति. किमर्थं चेत् न विभक्तौ तुस्माः इति सूत्रं वदति तकारस्य लोपो न भवति इति. तर्हि झि इति विभक्तिसंज्ञकः अस्ति खलु? विभक्तिप्रत्ययः अस्ति झि. अतः तस्य आदेशः अपि अत् यत् अस्ति तद् विभक्तिसंज्ञकप्रत्ययस्य आदेशः भवति. अतः न विभक्तौ तुस्मः इत्यनेन तकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञककार्यं न भवति. अतभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने जस् स्थाने अत् आदेशः. अतः लटि जि अति न तु अन्ति, लोटि जि अतु न तु अन्तु. लटि अति भवति, लोट् लोटि मध्ये अतु अतु भवति न अन्तु बहुवचने. अस्तु सर्वे आगच्छन्ति खलु? अस्तु अग्रे मीना महोदय सिजभ्यस्तविधि भ्यश्च नित् नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः च सिजभ्यश्च विधिभ्यश्च विद् धातोः च परस्य जी जी प्रत्ययस्य स्थाने तिप्तस्ति तस्मात् वा जुस् आदेश जेर् जुस् इति सत्र तत्र जुस् तत्र वा जुस् आदेशः भवति सिज् च अभ्यस्तश्च विधिश्च तेषाम् इतर इतर द्वन्द्वः सिज् अभ्यस्तविधिभ्य विधि सिज् अभ्यस्तविधयः तेभ्यः सिज् अभ्यस्तविधिभ्यः सिज् अभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः जेर् जुस् इत्यस्मात् जेर् जुस् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिज् अभ्यस्तविधिभ्यश्च ङितः लस्य जेः जुस् तत्र जेर् जुस् इति जेर् जुस् इति सूत्रम् इति प्रसिद्धं जानामि तत्र सिज् अभ्यस्य विधिभ्यश्च च ङितः लस्य जेः जुस् अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य जी स्थाने जुस् आदेशः ओके जुस् इत्यस्य अनुबन्धलोपो अस रुत्रविध विसर्गौ उः इति भवति जुस् इति जकारलोपः सकारलोपः उः इति भवति तर्हि आगत्य अभ्यस्तसंज्ञकः धातु अस्ति चेत् लङि अन्स्थाने लङि अन्स्थाने इत्युताम् अन् तत्र वा लङि अन्स्थाने उः इति प्रत्ययः भवति उः इति प्रत्ययः भवति अन्स्थाने येषु सप्तषु जक्षाद्यन्तर्गणीयेषु धातुषु चत्वारः अजन्तः जागृ दरिद्रा जागृ दरिद्रा दीधीं वेवीं इत्ये चेत्येषां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तानां पाठे त्रयः च हलन्ताः जक्षु चकासि चासि येषां रूपाणि अधुना साधनीयानि अत्र सिज् अभ्यस्तविधिभ्यश्च इति सूत्रेण जेर् जकारस्य स्थाने जुस् भवति जकारस्य जी स्थाने जुस् जेः स्थाने जी स्थाने जी स्थाने स्थाने जुस् भवति तत्र लङि अत्र सप्तधातवः सन्ति जक्षुजादय वर्गणीयेषु सप्तधातवः सन्ति तत्र चत्वारः अजन्तः भवति अजन्तधातवः वयं पठितं पूर्वं जागृदरिद्रा दीदी वेबी वेबिङ्ग् एव एतेषां रूपाणि पठितम् इदानीं हलन्तत्रयः अस्ति दातवः अस्ति जक्षुचकाश्चास् येषां रूपाणि अधुना साधनीयानि महोदय अत्र जक्षितादय षड् धातवः इति उक्तं परन्तु जक्षितादे गणः सप्तधातः इति अस्ति जक्षादिभ्यः नाम दक्षि प्लस् षड् धातवः जक्षादयगणे गणे सप्तधातवः सन्ति वा जक्ष षट् इत्युक्ते जक्ष प्रथमः तस्यानन्तरं षड् धातवः. दातवः अजन्तदातवः त्रयकदातवः हलन्तदातवः. ओके, शकारान्तः जक्ष जक्ष जक्ष परस्मैपदी भक्ष हसनयोः जक्षुधातुः रुदाद्यन्तर्गणे अपि अस्ति. जक्षुद्यादर्गणे रुदाद्यान्तर्गणे अपि अस्ति, जक्षुद्यादर्गणे अपि अस्ति. अतः देयं यत् अत्र द्वयोः अन्तर्गणयोः कार्यं भवति. ओ मै गाड्, ओके, मेक् इट् काम्प्लिकेटेड्. अङ्गकार्यम् उपदायां ककारः लघु इक् इति न. ओ, उपदायां ककारः अतः गुणकार्यं नास्ति. न जानामि, वलादि प्रत्यये परे इदागमो भवति, अपि च लङ्लकारे अपृक्तसंज्ञः प्रत्ययेषु ईडागमश्च अडागमश्च भवतः. किं वदति अत्र? किम् उपदायाम् अङ्गकार उपदायां ककारः अतः गुणकार्यं नास्ति. इक्ष उपदायां ककारः, तत्र जक्षिति जक्षि चकास तत्र नास्ति. जक्षिति तत्र ककारः उपदा लघु इक् नास्ति. ओके, अतः गुणकार्ये नास्ति. ओके, वलादिप्रत्यये परे इदागमो भवति, अपि च लङ्लकारे अपृक्तसंज्ञकप्रत्ययेषु ईडागमश्च अडागमश्च सूत्र जक्षिक सूत्रं रुदभ्यश्च पञ्चभ्यः इति सूत्रेण ईडागमः, अड् गार्ग्यगाल्वयोः इति सूत्रेण अडागमः सूत्रद्वयेन तत्रापि तत्र इडागमो भवति, वलादिप्रति इडागमो भवति, अपि च लङ्लकारे अपृक्तसम्यक् पञ्चभ्यः हलि प्रति अपृक्ते तत्रापि गार्ग्गालयोः रुदश्च पञ्चभ्यः अङ्गेभ्यः अट् हलि प्रति अपृक्ते. ओके, अडागमः ईडागमः अडागमः. ओके, सन्धिकार्यं तद् अङ्गकार्यम् अव गुणं नास्ति. प्रथमं गुणं नास्ति, किमर्थमिति चेत् उपदावर्णः ककारः अस्ति, लघु इक् नास्ति, वलादिप्रत्यये परे इडागमः भवति रुदश्च पञ्चभ्यः सूत्रेण, अपि च लङ्लकारे अपृक्तसंज्ञकः प्रत्ययेषु तत्र पञ्चम् ईडागमः रुदभ्य पञ्च ईडागमः तदनन्तरम् अडागमः अपि भवति अडगार्ग्यगालवयसूत्रेण. सन्धिकार्यं वलादिप्रत्ययेषु इडागमो भवति, अतः हल् सन्धेः अवसरो न कुत्रापि भवति. वलादिप्रत्ययेषु इडागमः भवति, तस्मात् ओके सन्धिकार्यम् अवसरः न भवति. ओके, अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोत्. अस्तु, तर्हि तत्र किमपि नास्ति. दक्षित्यादयः अपि कारण कार्याणि भवन्ति, रुदादि अपि कारणानि कार्याणि भवन्ति. अस्तु, इदानीं विजय महोदय लट्लक. अत्र जक्ष श्रूयते वा जि? अत्र जक्ष इति सूत्रमस्ति. एतत् तीतः अन्ति सीतः तीवहमः. अत्र रुदादिभ्यो रुदादिभ्यः रुदादिभ्यो सार्वधातुके इति सूत्रेण इति आगच्छति. अतः तत्र जक्ष इति रूपं पूर्वं भवति धातुः. इदानीं तत्र प्रत्ययं योजनेन जक्षिति इति भवति. तावदेव जि अत्र अनन्तरं तः किं भवति जक्षिति जक्ष इति योजनेन जक्षिति. अनन्तरं तः अस्ति जक्षितः. किमपि कार्यं न अत्र अपि तादृशमेव सार्वधातुक् रुदादिभ्यः इति सूत्रं कार्यं करोति रुदादिभ्यस्सार्वधातुके. अनन्तरं अति अस्ति किमस्ति अन्ति इति अस्ति परन्तु न न न अन्ति अस्ति पर पूर्वं परन्तु अत्र लटि जि स्थाने अति इति भवति न अन्ति खलु जि. अतः तत्र अति इति भवति जक्षति इति जोर्देङ्ग अत्र. अनन्तरं सकारः अस्ति सि अस्ति जक्षि. अनन्तरं आदेशप्रत्ययोः इति सूत्रेण जक्षिषि इति भवति. अनन्तरं तः त जक्षितः जक्षितः न न एकनिमिषं विजयमहोदय विजयमहोदय विजयमहोदय मम दूर मम नेट् तत्र भग्नः भवति अतः पुनः वदतु एक किं प्रथमपुरुष बहुवचनं पुनः करोतु जक्षयोगः अन्ति जक्षयोगः अन्ति श्रूयते वा हलो श्रूयते वा अहं वदन् अस्मि. अस्तु अस्तु अहं वदन् अस्मि लटि रूपं पूर्वमेव वयं दृष्टवन्तः इदानीमेव जि स्थाने अति एव आगच्छति न अन्ति इति किं भवति रूपम् अतः तत्र अति एव भवति जक्ष योग योगः अति जक्षति इति मध्यमपुरुष एकवचनं सि अस्ति. इदानीं रुदादिप्यसार्वधातुक इति सूत्रेण अत्र अपि इति भवति सि स्थाने आदेशप्रत्ययोः इति सूत्रेण जक्षिषि इति भवति जक्षिषि. अनन्तरं तः त योजनेन जक्षितः जक्षित. इदानीं तत्रापि उत्तमपुरुषे एकवचने अपि रुदादिभ्यः सार्वधातुके इति सूत्रेण इति तत्र ई भवति खलु जि ई मि योजनेन जक्षिमि इति भवति. अनन्तरं तादृशमेव वह मह योजनेन जक्षिवः जक्षिमः. तावदेव धन्यवादः. जक्षीति जक्षीति जक्षितः जक्षति न तु जक्षन्ति जक्षीषि जक्षितः जक्षितः जक्षिमि जक्षिवः जक्षिमि. अस्तु अग्रे अग्रे कः अस्ति रघुपति महोदय लोट् रघुपति महोदय अस्ति वा रघुपति श्रूयते वा मम ध्वनि क्षम्यतां हा श्रूयते श्रूयते महोदय क्षम्यतां क्षम्यताम् अहं म्यूट् मध्ये आसम्. अस्तु लोट् तां तूतात् तूतां तूतात् ताम् अतु ईतातं त आनि अव आम इति अस्ति. इदानीं जक्षयोग तु इति अस्ति तथा इडागमः भवति रुदादिभ्यः सार्वधातुक इत्यनेन इडागमः जक्षितु इति जक्षितु अस्य तात् अस्ति जक्षितात् अत्रापि इडागमः भवति बलादि अस्ति तत्र ताम् इत्यस्ति इडागमः भवति जक्षितां जक्षयोग अतु अत्र इडागमः नास्ति वलादि नास्ति जक्षतु जक्षतु वा जक्षन्तु अतु अतु तत्र तत्र अन् नास्ति खलु अत्र अन् नास्ति अत् आदेशः भवति गच्छति इति भवति अग्रे हि इति अति अत्र हि इति अस्ति वलादि अस्ति जक्षिः जक्षिता दक्षितं जक्षित सर्वत्र वलादि अस्ति जक्षित इति भवति अग्रे आनि आव आम तत्र नास्ति तत्र वलादि नास्ति अतः हेडागमः न भवति जक्षानि जक्षाव जक्षाम इति रूपाणि जक्षितु जक्षितात् जक्षितां जक्षितां जक्षतु न तु जक्षन्तु जक्षिः जक्षितात् जक्षितं जक्षित जक्षा महोदय जक्षाणि जक्षाव जक्षाम जक्षाणि जक्षाणि इति शकारः अस्ति केन सूत्रेण अट्कुप्वां अट्कुप्वां नुम्यवायपि सूत्रेण जक्षाणि नत्वं भवति अस्तु अग्रे मदर महोदय लङ् आं महोदय जक्षयोगः तकारः अस्ति लुङ् लङ् लुङ्षु अडु धातः इति सूत्रेण अडागमः भवति जक्षयोगः तकारः अस्ति तकारः अपृक्तसंज्ञकः अलन्त अपि अस्ति अतः रुदस्य पञ्चभ्यश्च पञ्चभ्यः इति सूत्रेण ईदागमः भवति अतः आ जक्षी जक्षीत् आ जक्षीत् आ जक्षयोगः ताम् अस्ति आम् अन्यत् रूपम् अस्ति अडागमः भवति गार्ग्य गालवयोः इति सूत्रेण अतः अजक्षयोगः आयोगः तकार अजक्षत् अजक्षत् इति भवति अजक्षत् अजक्षत् अजक्षत् अजक्षयोगः ताम् अत्रापि रुदादिभ्यः सारदातिके इति सूत्रेण इदागमः भवति अजक्षीताम् अजक्षिताम् अजक्षिताम् ह्रस्व इडागमः रुदादिभ्य सार्वधातुके अजक्ष्योगः अत्र उः भवति सिजभ्यस्त विधिभ्यश्च इति सूत्रेण जे स्थाने जुस् आदेशः भवति अत्र उः इति अजक्षुः अजक्षुः अजक्षयोगः सकारः अस्ति अपि तस्य हलन्त्यम् अपृक्त अस्ति अतः रुदक्ष पञ्चभ्यश इति सूत्रे ईदागमः भवति अजक्षीस् तदनन्तरं विसर्गः भवति सजशुरुः इति सूत्रेण रुः आदेशः करवसानि विसर्जनीय इति सूत्रेण अजक्षीः अजक्षयोगः तम् अस्ति ईडागमः भवति पुनः आम् आम् आम् आम् अन्यत् रूपमस्ति अहम् अन्यत् रूपमस्ति अडागमः अजक्षयोगः अजक्षः इति भवति अन्यत् रूपम् अजक्षयोगः तम् अस्ति इडागमः रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भवति अजक्षिताम् अजक्षित तदनन्तरम् अजक्षयोगः अम् अस्ति अत्र वलादि नास्ति अतः अजक्षम् अजक्ष्व अजक्ष्म अजक्षम् अग्रे किम् अजक्ष्व वा इडागमः भवति रुदादिभ्य सार् आमां इदां भवति अजक्षीत् अथवा अजक्षत् अजक्षिताम् अजक्षुः अजक्षीः अथवा अजक्षः अजक्षितम् अजक्षित अजक्षम् अजक्षिव अजक्षि अस्तु अपि च अग्रे विधिलिङ्गि तु केवलं वर्णमेनं जक्ष्यात् जक्ष्याताम् जक्षि अस्तु तर्हि जक्षधातुः समाप्तः किमपि नास्ति तत्र सरलमेव अस्ति अग्रे मीना महोदय अग्रे पठतु सकारान्तचकास्त सकारान्तचकासु चकास् परस्मैपदि दीप्तौ चकास् धातुः जक्षाद्यन्तर्गणे अस्ति जक्षादन्तर्गणे अस्ति अतः तिङन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये मनसि निधाय रूपाणि प्रवर्तनीयानि द्वे कार्ये अङ्गकार्यम् उपधायाम् आकारः चकास् अस्ति आकारः अस्ति लघु इक् इति न अतः गुणकार्यं नास्ति लोटि हुजल्भ्योर्हेदिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि प्रत्ययस्य स्थाने धि आदेशः हुजल्भ्यो हेर्दिः चकास् योगः हि हेर्दिः चकास् योगः धि चकास् कथं चकास् धि वा ओके सन्धिकार्यं लोटि धि च इत्यनेन सकारस्य लोपो ओके चका भवति वा लोपो भवति चकारादि धकारादि प्रत्यये परे हूजल्भ्यो हकारस्य धकारः भवति तस्मात् धकारे परे सकारलोपः चकास् योगः हि हूजल्भ्यो हेर्दिः चकास् योगः धि च इत्यनेन सकारः लोपः चकाधि धि च सकारस्य लोपो भवति धकारादिप्रत्यये परे धि सप्तम्यन्तं च पदं द्विपदमिदं सूत्रं रात् सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धि च सस्य लोपः हुजल्भ्यो हेर्दिः हु धातुतः तत्तु सूत्रं पठितं खलु केवलं प्रथमवाक्यम् अपि च अन्य अन्तिमवाक्यं पठतु हुजल् अनुवृत्तिसहितसूत्रं हुजल्भ्यः अङ्गेभ्यः हेः दिः लङि तत्र लट्टि लोटि भवितव्यं तदनन्तरं लङि हल्ङ्याभ्योर्दीर्घात् सुतीस्य अपृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकः प्रत्ययस्य लोपः लङि इति लोपः एषु लोपः जातम् अचकास् इति हल्ङ्याभ्योर्दीर्घात् सुतीस्य अपृक्तं हल् चकास् चकास् एव भवति तकारः तिपि तिप् तिप् तिप्यश्चनस्तेः तिप् तिप्यनस्तेः इत्यनेन पदान्तस्य सकारस्य दकारादेशः अचकाद् भवति अचकास् इत् लोपः हल्नियाभ्योसूत्रेण तदनन्तरं तिप्यनस्तेः इति सूत्रेण सकारस्य अच दकारः भवति अचकाद् भवति अचकास् योगः इत् उपरि इव व्यत्यासः किम् अचकाद् अवावसाने इत्यनेन विकल्पेन पदान्ते चत्वादेशः अचकात् अचकाद् अथवा अचकात् वावसाने इति सूत्रेण भवती अपठित्वा वदतु, तिप्पनस्थेः किं करोति? तिप्पनस्थेः अपठित्वा तिपि अनस्थेः अनुवृत्तिः अनुवृत्तिः अनुवृत्तिसहितसूत्रं पठित्वा वदामि महोदय. पदस्य सकार न स्वयं वदतु इति सूत्रम् अस्माभिः बहुवारं पठितम्, इदानीं पर्यन्तं तु मनसि भवेत् खलु. मनसि न भवति इदानीं. तिपि अनस्थेः किमर्थं तिपि अनस्थेः? तिपि अस्धातु नास्ति वा? अस्धातुं विहाय अस्धातु तिपि अनस्थेः. तिपि अनस्थेः अस्धातु किं न भवति तत्र? अस्धातुः किं न भवति तत्र? अनस्थेः अस्ति स्तः सन्ति अस्ति स्तः न तिप्यनस्थेः सूत्रं किं वदति इति एवं प्रश्नः अस्ति मम. मीना महोदय तिपि परे अस्धातोः विना सकारस्य दकारः अत्र अस्धातोः किं भवति इति अहं न जानामि. अस्धातु किमर्थं भवितव्यं किमर्थं न भवति? अस्थातुं विहाय अन्य सकारान्तधातुरूपीपदस्य दत्तं तकारत्वं भवति इति अस्ति खलु सूत्रम्. अस्थातुं विहाय ये अन्ये सकारान्तधातवः सन्ति ते पदान्ते आगच्छति चेत् सकारस्य स्थाने दकारः भवति खलु तिपि प्रत्ययपरे. अस्धातो तत्र सकारस्य रूपं भवति वा? सकारः अस्ति अस्धातु त्यजतु भगिनी. अस्थातु त्यजतु तदेव लिखितमस्ति तिप्यनस्तेः अनस्तेः न अस्ति. अस्धातु ओके अत्र अचकास् अस्ति खलु इदानीं अचकास् अस्ति हल्न्याभ्यो दीर्घाय सूतिषि प्रत्यमध्ये तकारस्य लोपः अतः अचकास् इति पदं भवति. सकारान्तधातुः अस्ति पदान्ते अपि भवति अतः सकारस्य स्थाने सामान्यतया किं भवेत्? सजसरुहोः रूपं भवति कारवासानि विसर्जनीयः भवति परन्तु भवितव्यं विसर्गः न भवति अपि च दकारः भवति अचकात् अचकात् भवति वावसाने अचकात्. ओके तदनन्तरं सजस ऋषोः रुः पदान्ते सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रुः आदेशः भवति. अलोन्तस्य अस्ति वस्तुतः झलां जशोवन्ते इति सार्वसामान्यं सूत्रं सम्प्रबाध्य अपवादत्वेन सजस ऋः अत्र तिप्यनस्थेः अपि तस्य अपि अपवादः भवति येन सकारस्थाने दकारः भवति इति अस्ति. नाम सकारान्तधातुः पदे पदान्ते अस्ति चेत् ति प्रत्ययपरे सकारस्थाने दकारः भवति अचकादिति रूपं भवति न तु अचकाः. सर्वे आगच्छन्ति खलु? इदानीम् अग्रे विजया महोदय सिपि धातुरुर्वा इति अपि अस्माभिः पठितं, सूत्रं किं वदति सिपि धातुरुर्वा? हलो अस्ति वा विजय मामि जी मया पठनीयं वा? अस्तु सिपि धातु रुर्वा पदान्तस्य सकारस्य रु आदेशः भवति रु आदेशः भवति दकारो वा सिपे परे अत्र वा इति समुच्चयार्थे येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः अलन्तस्य इत्यनेन अन्तिमवर्ण आदेशः धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति सिपि सप्तम्यन्तं धातोः षष्ट्यन्तं रुः प्रथमान्तं वा अव्ययपदम् अनेकपदमिदं सूत्रं ससदृशो रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसु स्रंसु ध्वंसणडु अहां दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रुः दः वा सिपि अत्र सिपि धातोः परतः सकारान्त धातुः अस्ति चेत् तत्र रुः इति आदेशः भवति रुः न तु वा दकारः आदेशः भवति इति तत्र दत्तं सिपि धातु रुर्व प्रत्ययपरे सकारान्तधातोः पदस्य सकारस्थाने एकस्मिन् पक्षे रु एकस्मिन् पक्षे दकारः इति भवति रूपद्वयं भवति सः धातोः पदस्य रुः दः वा सिपि दः इति कुतः आगच्छति वसुस्रंसु ध्वंसु दः पठितम् अस्माभिः पूर्वं पठितम् अतः रूपं करोतु अचकास् योगः स अचकास् योगः सकारः स अचकास् योगः स हल्ग्याभ्य दीर्घ तिष्ठति सप्तकृतं हल् इत्यनेन सकारस्य लोपः अचकास् इति भवति सिपि धातो रुः इति अनेन विकल्पेन रु आदेशः अचकादिति अनन्तरम् अचकारु ऋत्वं रुः भवति न वा अने अत्र विकल्पेन अचकाद् अचकारु इति भवति अचकारु चेत् उ इत्यस्य इतिसंज्ञा लोपश्च करावसनयोः विसर्जनीयः इत्यनेन इति अनेन अवसाने इयत् स्थाने विसर्ग आदेशः अचकाः इति पुनः अचकाद् वा अवसाने इत्यनेन विकल्पेन चर् आदेशः भवति अतः तत्र दकारस्य स्थाने प्रथमतकारः भूत्वा चर् वर्णः अचकात् इति कृत्वा त्रीणि रूपाणि भवन्ति इदानीम् अचकात् अचकारु अचकाद् इति रूपम् न अत्र अचकाद् अचकाद् अचकात् अचकारु इति रूप कुत्र पठति अग्रे अस्ति अग्रे एव अस्ति ससजुषु रुः इति अस्ति खलु सिपि धातो रुर्वा सिपि धातो रुर्वा इदानीं अग्रे आगच्छतु एतत् नास्ति अग्रे आगच्छतु अचकास् इति अस्ति खलु अचकास् योगः अत्र अस्ति तर्हि अचकाः अचकाद् अचकात् इति अस्माभिः त्रीणि रूपाणि कृतानि अग्रे प्रश्नः प्रश्नः उदेति यत् सिप् यदा आगतः तदा अत्र दृष्टिः एवम् अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः उदेति अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां जशन्ति अत्र सकारः जलि अस्ति अनेन सूत्रेण पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः स्थानेन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतावर्गस्य तृतीयसदस्य दकारः भवति अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारः आदेशः भवति इति परन्तु ससजुषु रुः तस्य अपवादः अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशः भवति पुनः तिप् प्रत्यये परे तिप् यनस्तेः तस्य अपवादः अनेन तिपि परे पदान्तस्य सकारस्य दकारः आदेशः भवति. सकारस्य स्थाने दकारः पदान्ते अस्ति चेत् तिपि परे अस्ति चेत् एवमेव सिप् प्रत्यये परे सिपि धातो रुर्वा ससजिषु रुः इत्यस्य अपवादः. सिपि धातो रुर्वाः इति अपवादः सूत्रं ससजिषु रुः इति. अनेन सिपि परे पदान्तस्य सकारस्य रु आदेशः भवति, दकारस्य दकार आदेशः च भवति. यथा उक्तं जलां जषन्ति इत्यनेन स स्थाने दकारः नो न उपलभ्यते, यतोहि तत्तु बाधितं सतजशोरुः इति सूत्रेण. पूर्वमेव वयं दृष्टवन्तः एतद् विषये. एतत् अत्र समीचीनतया सामान्यसूत्रं अपवादत्वेन तस्यापि स्थानेन अपवादत्वेन सिपि धातुरुर्वा अथवा तिप्यनस्ते इति अस्ति क्रमः. अस्तु, अग्रे प्रश्नः उदेति. प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्? सिपि धातुरुर्वा इति सूत्रेण धातोः अपि उक्तं, सिपि अपि उक्तम्. अत्र वार्ता एवं, कस्य भागस्य का संज्ञा? वसयोगः ति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति एव तत्र. किन्तु वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीम् अपि अस्ति एव. एवमेव सिपः विधानान्तरमपि धातोः धातुसंज्ञा तिष्ठति एव. यथा अचकास् योगः सकारः इत्यत्र अचकास् योगः सकारः इत्यस्य पदसंज्ञा अचकास् इति भवति, इत्यस्य धातुसंज्ञा भवति अचकास् इति. तदा स प्रत्यये लोप अनन्तरमपि अचकास् इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति. तर्हि अचकास् चकास् धातु अपि अस्ति, धातु अन्त अपि अस्ति, पदान्त अपि अस्ति. नाम तत्रैव अस्य सूत्रस्य कार्यं भवति. यस्य तत्र सकारयदन्ते अस्ति तत् धातु अन्त अपि अस्ति, प्रत्यान्त पदान्ते अपि अस्ति. सर्वे अवगच्छन्ति वा? आं जि, समीचीनतया. आम् आं महोदय. अस्तु, इदानीं रूपाणि कुर्मः. रघुपति महोदय, चकास् लट्. आं महोदय, चकास् लट् इति चकास् योग ति इति अस्ति. चकास् योग ति, अत्र किमपि कार्यं नास्ति, तत्र चकास् ति इति. चकास् चकाशः चकास्ति एव, चकास्ति चकास्ति इति एव चकास्ति. चकास्योगतः तत्रापि चकास्तः, अग्रे चकास्योग अति वर्णमेलनं चकासति इति. अत्र पुनः अदभ्यस्तात् अभ्यस्तसंज्ञकः अस्ति खलु, दक्षित्यादेन. आमाम् आमाम्. अतः अदभ्यस्तात् इत्यनेन अति भवति, न तु अन्ति. चकास्ति. आम्. अग्रे चकास् योग सि इति अस्ति. चकास् योग सि, अत्रापि चकास् सि इति वर्णमेलनं. सार्वधातुकप्रत्ययः अस्ति अतः किमपि कार्याणि न भवति. चकास् सि, हा, अन्यथा लोपः किमपि भवति खलु. चकास्ति, चकास्तः, चकास्त, चकास्मि, चकास्वः, चकास्मः इति अत्र किमपि कार्यं नास्ति. चकास्ति, चकास्तः, चकासति, चकास्सि, चकास्थः, चकास्थ, चकास्मि, चकास्वः, चकास्मः. अग्रे मलर् महोदय. लोट्. चकास् योगः तु चकास्तु, चकास्तात्, चकास्योगतां, चकास्तां, चकास्योग अन्तु एव, चकास्सन्तु. अन्तस्थाने अतु आगच्छति. अभ्यस्ताङ्ग अदप्यस्तात्. अतु चकासतु चकासतु चकासयोगः हि अस्ति चकासंयोगे हि हुल् ज हुजल्भ्योर् एदिः इत्यनेन हि स्थाने दि आगच्छति चकासयोगः दि चकासयोगः दि चकास्ति एव वा न इदानीमेव पठितं खलु धकारान्तप्रत्ययस्य किं भवति दीच् इति सूत्रेण सकारस्य लोप भवति किं भवति न दकार भवति सकारस्थाने सकारस्य लोपः भवति दीच इति परे सकारस्य लोपः भवति आमाम् इत्यनेन दीच इत्यनेन सकारस्य लोपो भवति चकादि रूपं वा चकादि चकादि चकास्तात् चकास्योगः तं चकास्तं चकास्योगः चकास्त चकासानि चकासाव चकासाम तर्हि चकास्तु चकास्ता चकास्तं चकास्तां चकासतु चकाधि चकास्तात् चकास्तं चकास्त चकासानि चकासाव चकास्त मीना महोदय लङ् लङ् तत्र अडागमः भवति अचकास् योगः इत् अचकास् योगः इत् अचक तिप् तिप् तिपि अनस्तेः इति सूत्रेण किं हल् हल् हल् न्याप्यो तत्र तत्र सकारः लोपः पूर्णसूत्रं वदतु हल्न्य अहं द्रष्टव्यं हल्न्याप्यो दीर्घात् सुति सि अपृक्तं हल् अस्ति वा अत्र तकारः लोपः प्रथमं स अचकास् भवति अचकास् तत्र तिपि अनस्तेः इति सूत्रेण सकारस्य दकारः भवति अचकाद् भवति वा अवसाने इति अचकाद् भवति वा अचकात् वा अचकात् तदनन्तरम् अचकास्ताम् अचकास्तामेव अचकासुः तत्र इत्युत्ताम् इत्युत्ताम् अन् तत्र इत्युत्ताम् अन् भवति तत्र तत्र अन् स्थाने किं भवति अन् अन् न भवति किं भवति जूस् भवति जेर् जूस् जूस् भवति तत् केन सूत्रेण सिजभ्यस्य विधिभ्यश्च सिजभ्यस्त विधिभ्यश्च चकास् जि भवति किम् उः भवति खलु जि चकास् चका किं रूपम् अहं वदामि लङ् रूपं वा आं लङ् रूपम् लङ् एव करोति खलु अचकास् जुस् भवति तर्हि रूपं किं भवति अचकास् जुस् भवति तदनन्तरं ओ ओ अचकास् सजुषो रुः उः भवति तत्र अचकास् उः अचकासुः करवसानयो विसर्जने अचकासुः अचकासुः कुत्र चकारस्योगः इस् किं भवति अचकास्योगः अचकास्योगः किम् अत्र इदानीम् इत् ताम् अन् इस् इस् तं त इस् तं त तत्र अचकास् अचकास् अचकास् इस् तत्र स्को संयोग लोपः भवति वा अचकास् योगः स अचकास् तत्र करोतु खलु प्रथमं किं सूत्रम् तत्र संयोगान्तस्य लोपः वा संयोगः कुतः कुतः अपि प्रकार सकारः अस्ति खलु सकारस्य किं भवति सकार सकारद्वयम् अस्ति किल अचकार इस् भवति इस् तत् सकारस्य किं भवति शिपिधातो रुर्वा इति सूत्रेण सकारस्य सप्ते ऋत्वं भवति खलु भगिनि अस्माभिः एतत् सर्वं बहुवारं कृतं तथापि भ्रमः कथं किमर्थं भवति अचकारस्य सकार अपृक्त अस्ति तेन सूत्रेण किं भवति अल्याभ्यो दीर्घाचुतिः पृक्तं हल् इति सकारस्य लोपः भवति इदानीम् अचकारस्य लोपः भवति अचकास् भवति अचकास् अचकास् तत्र अचकाद् भवति वा अचकाद् येन सूत्रेण अन्य उभयदातो इदानीमेव अचकास् व्यवः सकार सिपि धातो रुर्व इत्यनेन एकस्मिन् पक्षे रु एकस्मिन् पक्षे दकार दकारः कर अवसाने विसर्जनीयः अचकाः अथवा अचकाद् अथवा तृतीयरूपं किम् अचकात् अवा अवसाने अचकात् अचकाः अचकाद् अथवा अचकात् अग्रे अचकास्तम् अचकास्त मरणमेलनेव अचकासम् अचकास अचकास्म अचकाद् अचकास् अचकास्ताम् अचकासुः अचकाः अचकाद् अचकात् अचकास्तम् अचकास्त अचकासम् अचकासु अचकासु इति लिङ्गे केवलं वर्णमेव अस्तु तर्हि इदानीं विरमामः तर्हि अग्रिमरविवासरे अपि च तस्यापि अग्रिमरविवासरे नाम सप्ताहद्वयं मम यात्रा भवितुं शक्नोति अतः वर्गः भवति न वा इति अहम् ई पत्रेण प्रेषयामि प्रायः अग्रिमरविवासरे न भवति भविष्यति परन्तु अहम् ई पत्रेण प्रेषयिष्यामि इति अस्ति अस्तु प्रश्नः अस्ति वा कस्यापि अग्रिमवासरे नास्ति वर्गः नास्ति न जानामि मम यात्रा अस्ति अहं ट्रावेल् करोमि यात्रा अस्ति भवति न वा इति अहम् ई पत्रेण प्रेषयिष्यामि परन्तु न भवति इति सामान्यतया सामान्यता अधिका अस्ति इति वदामि परन्तु अहम् ई पत्रं प्रेषयिष्यामि धन्यवादः जि शुभरात्रि धन्यवादः धन्यवादः जि